नमस्कारः. अद्यतन करपत्रम् अस्ति अदादिगणे अजन्तदातवः. प्रायः सप्ताहत्रयात् वर्गः प्रचलति, अनुवर्तते, सः एव पाठः. अद्यतनविषयः अस्ति कुतः आरभ्य द्रष्टव्यः. हनेति दात् भिन्नभगिन्या अस्तु. तस्य प्राक् पूर्वं विद् धातुः कृतवन्तः किल भगिनि? आं भगिनि. तत्र एकः प्रश्नः आसीत् किल, इक्तप्रयोगः तत्र कथं भवति इति. विद् धातोः इक्तप्रत्ययः भिन्न इति. आं भगिनि, अहं प्रथमवारं तदपि इच्छामि. तस्य कृते भिन्न इति रूपद्वयं खलु? आम्, परन्तु भिन्न यत् तत्र भिन्न इति अस्ति, परन्तु यदा वयं उपसर्गं योजयामः निर्विण्ण, तर्हि तत्र नकारः आगच्छति. एक अट्कुप् वाङ्नुं तु आगच्छति, तर्हि प्रथमनकारः अन्यत् सूत्रमस्ति. तदनन्तरं श्रुत्वं वा? अस्तु अस्तु, पठामि महोदय. इदानीं नकारान्तः हन् धातुः परस्मैपदी हिंसागत्योः इति अस्ति. अङ्गकार्यं हन् धातोः उपधायां ह्रस्व अकारः एव अस्ति, न तु लघु इक् वर्णः. अतः अङ्गकार्यमेव नास्ति, गुणस्य प्रसक्तिः एव नास्ति, तत्र किमपि कार्यं नास्ति इति. तदनन्तरम् अजातिपित्सु अपि समानरीत्या उपधायां ह्रस्व अकारः, न तु लघु इक्, अतः कार्यम् एव नास्ति. परन्तु यत्र हलादि अपित्सु अस्ति, हलादि अपित्सु हन् धातोः नकारलोपः भवति. अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलि किमिति इति सूत्रेण, तर्हि नकारः लोपः भूत्वा हतः इति रूपमायाति. अत्र हन् धातुः अनुनासिकान्त अनुदात्त उपदेश इति कृत्वा तत्र नकारस्य लोपः भवति. तदनन्तरम् अजाद्यपित्सु उपधायां स्थितस्य स्वरः लोपः भवति, गमहन झन खन घसां लोपः नित्यनङ्गी इति सूत्रेण. तर्हि यदि प्रथमपुरुष बहुवचने हान्योगः अन्ति इति स्वीकुर्मः, तत्र अन्ति इति अजादि अपित् अस्ति, अतः गमहन जनखनगसां लोपः किङ् इत्यनङ्गि इति सूत्रेण उपदास्थितस्य अकारस्य लोपः भूत्वा हन् योगः अन्ति इति आगच्छति. तदनन्तरं भिन्नसूत्रेण अन्यत् कार्यमस्ति इति. हलाद्यपितः तस् इत्यादयः अपित् सार्वधातुकः, अतः सार्वधातुकम् अपित् इत्यनेन ङित्वत् भवति. जलादिकित्ङित् प्रत्यये परे हन् धातोः नकारलोपो भवति. सूत्रमस्ति तस्य कृते अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलि किम् इति. तत्र त्रयाणां कृते भवति, वन् धातोः, तदनन्तरम् अनुनासिकान्त अनुदात्तोपदेशधातोः धातूनाम्, अपि च अनुनासिकान्त तनादिधातोः अनुनासिकस्य लोपः भवति झलादि कित्मित् प्रत्यये परे. मकारः वा नकारः वा यत् अस्ति तत्र अनुनासिकलोपः भवति इति. अनुवृत्तिसहितसूत्रमस्ति, अनुनासिक अनुदात्तोपदेशवनति तनोत्यादीनाम् अङ्गस्य लोपः झलि किमिति. षष्ठमाध्याये चतुर्थपादे अस्ति अयम् इदं सूत्रम्. अनेन आहत्य पञ्चदशधातवः निर्दिष्टाः. वन् धातुः भ्वादिगणे अस्ति, अनुनासिकान्त अनुद्वात्तोपदेशधातवः षड् अस्ति, यं रं नं गं हन् मन् इति. द्वे धातु नकारान्तधातुः, अपि च चत्वारः मकारान्तः अस्ति इति. अनुनासिकान्ततनादिधातवः तु अष्ट अस्ति, तनु क्षिणु क्षणु ऋणु तृणु गृणु वनु मनु. केवलं स्मारणार्थे तनादिगणे केवलं दशधातवः सन्ति, तत्र कृञ्ज् धातुः अपि च सन् धातुः विहाय अन्ये सर्वे अत्र आगच्छन्ति. एषु धातुषु मन् धातुः दिवादिगणे अस्ति, हन् धातुः अदादिगणे अस्ति, अष्टधातवः तनादिगणे सन्ति, अवशिष्टाः द्वादौ एव. अस्तु, एषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि कित्मित् प्रत्यये परे। यदि धन्यवादः भगिनि। अस्तु धन्यवादः। मणिमहोदय महोदय, हन् योगः तः अत्र एकनिमिषं महोदय, हन् योगः तः हतः इति रूपं भवति किमर्थं चेत् अत्र अनुनासिक नकारः अस्ति अन्तिमे पदे, अतः अनुनासिक उपदेशे अणति तनति यदि नाम अनुनासिकस्य लोपः जलिङति इति सूत्रेण नकारः लोपः भवति अतः रूपं गतः इति भवति महोदय। देन् गं योः तः अत्रापि तदेव कार्यं करोति गतः, मन्योः तः अत्रापि तदेव कार्यं करोति रं योः तः रतः इति, हन्योः तः कतः अदादिग्ने विकरणं नास्ति, जङ्गं योः तः जङ्गतः यङ्लुकि विकरणः नास्ति, तन् योः तः ततः युक्तप्रत्यये परे, यं योः तः यतः युक्तप्रत्यये परे, सर्वेषां स्थानानां एकं सूत्रमेव अनुनासिकोपदेशे वणति तनोति आदि अनुनासिकलोपो जलि इति सूत्रमेव कार्यं करोति, नकारलोपस्य अनन्तरं प्रत्ययलो मेलनमेव भवति। तन्योगः तः अपि यं योगः तः यत्र उक्तवान् तत्र लकाररूपाणां नास्ति, तत्र तत्र तन्योगः इक्तरूपमस्ति किल? आम् इक्तरूपं पठितवान्, तन्योः तः यं योः तः इक्तरूपम्, हा तत्र त एव भवति, तः इति नास्ति, प्रायः टङ्कणदोषः भवति किल, ते भवितुम् अर्हति नाट् तः। धन्यवादः महोदय, धन्यवादः। पठामि महोदय? अजाजिसु अन्ति इत्यादिषु प्रत्ययेषु हन् धातोः उपधायां तिसृजस्य अकारस्य लोपो भवति, हन् हन् तदा अकारात् परे नकारः अस्ति अतः स्थाने गकारादेशो भवति, हन् हन् गन् इति रूपं भवति। तस्य सूत्रं पठामि, गमहनजनकना गसां लोपः नित्यनङ्गि इति सूत्रं, तत् सूत्रं वदति गं हन् जन् कन् गस् एषां धातूनां उपधयः लोपो भवति अजादि इति निति प्रत्यये परे, परन्तु अङ् प्रत्ययः चेत् लोपः न भवति। अनुवृत्तिसहितसूत्रं गमहनगन् जनकनगसाम् अङ्गानाम् उपधायाः लोपः अचि इति अनङ्गि इत्युक्ते अजादि अपि अस्ति कार्यम् अत्र उपधायास्थितः क्रस् स्वरः लोपो भवति इति सूत्रं वदति। ततः परं होः हन्तिर्निन्नेषु इति सूत्रं कार्यं करोति, हन् धातोः हकारस्य स्थाने खवर्गादेशो भवति निति निति प्रत्यये परे नकारे परे अपि, हन्ते अनुवृत्तिसहितसूत्रं हन्तेः अङ्गस्य अह कुः कु निन्नेषु अकारः गमहनहनसूत्रं का सूत्रेण उपधातुः स्वरः लोपस्य अनन्तरं ह्न इति रूपम् अस्ति, अत्र ओः वन्दे जहन्नेषु इति सूत्रं प्रभावेन हकारस्य कुः भवति, अत्र स्थाने अन्तरतमः इति सूत्रेण ग चतुर्थ ग भवति, अतः हन्यो हन्ति गमहनकनकनां लोपो इति प्रे सूत्रेण हन् योः हन् योः अन्ति ओ अन्ते चिह्नेषु इति सूत्रेण ज्ञ योः अन्ति वर्णमेलन ज्ञति इति रूपं भवति महोदय. धन्यवादः महोदय. पुष्प भगिनि. पुष्प भगिनि म्यूट् मध्ये प्रायः. हा आं म्यूट् मध्ये मध्ये अस्ति. हनन्ति लोटि न हन्तेर्यः भगिनि. लोटि आं भगिनि. हन्तेर्यः हि प्रत्यये पदे हन्धातोः स्थाने ज आदेशः भवति. हन्ते षष्ट्यन्तः तत् न वदामि न पूर्णतया. केवलं प्रथमवाक्यम् अनन्तरं पूर्वं पठितवान् अनेकाश्चित् सर्वस्य अनुवृत्तिसहितसूत्रं हन्तेः अङ्गस्य जः हौ. हन्तेः अङ्गस्य जः हौ ओके हन्दातु. अनेकाश्चित् सर्वस्य आदेशः अनेकाश्चित् च चेत् सर्वस्य स्थान सर्वस्य स्थाने आदेशः भवति न तु अन्त्यस्य. ओके अनुवृत्तिसहितसूत्रम् अनेकाश्चित् सर्वस्य स्थाने हन् योगः हि ज योगः हि तत्तु तत्र सर्वस्य इति वदनेन किं किं वदति सामान्यतया किं सामान्यसूत्रं किम् अस्ति अलोन्तस्य इति अन्तिमवर्णस्य एव स्थाने स्थाने निर्दिशति सर्वस्य इति षष्ठी विभक्ति अस्ति खलु तर्हि स्थाने निर्दिशति सामान्यतया अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव अल् अल्वर्णस्य एव स्थाने निर्देशः भवति. किन्तु अत्र किम् अस्ति अत्र तु अनेक अल्वर्णाः सन्ति खलु आदेशस्य अनेक अल्वर्णाः इति कृत्वा भगिनि भगिनि भवत्याः क्षम्यताम् अस्तु अत्र तु अनेके वर्णाः अनेके अल्वर्णाः सन्ति इति कृत्वा आदेशस्य आदेशः अत्र कः इत्युक्ते जः ज आदेशः अस्ति खलु ज इति आदेशः ज आदेशः किम् अस्ति जकारः अस्ति अनन्तरम् अकारः अपि अस्ति खलु तर्हि तादृश ज इति आदेशः अनेक अनेके आदेशे अनेके अल्वर्णाः सन्ति इति कृत्वा अनेकांशित् सर्वस्य इति सूत्रेण यदि आदेशः अनेक अल् अस्ति चेत् आदेशे अनेक अल् सन्ति चेत् सर्वस्य एव स्थाने भवति न तु अन्तिम अल्वर्णस्य इति सूत्रं परिभाषासूत्रमस्ति. तर्हि हन् स्थाने पूर्णतया ज इति आदेशः भवति हन् युगः हि जयुगः हि जहि इति रूपं क्षम्यतां प्रायः भगिनी हेमा भगिनी. अस्तु महोदय इदानीं क्षम्यतां भगिनी गत यत्र भगिनी वदति आसीत् मध्ये उक्तवती वदन्ती आसीत् हन्योगः हि इदानीं हन्तेभ्यः सूत्रेण अत्र हन्स्थाने पूर्णतया जकारः आगच्छति. इदानीं जकारोत्तरवर्ती अकारः अस्ति इति कृत्वा अदन्तः भवति. अतः अधुना अङ्गम् अदन्तं जातम्. अतः अत्र अतोहेः इत्यनेन हि इत्यस्य लुक् विधीयते भवति स्म. अत्र अतोहेः सूत्रं वदति ह्रस्व अकारात् अङ्गात् परस्य हि इत्यस्य लोकः लुक् भवति इति. अनुवृत्तिसहितसूत्रमस्ति अतः अङ्गात् हे हे लुक् इति. इदानीम् अत्र असिद्धवत् तत्राभात् इति सूत्रस्य प्रसक्तिः. इत्युक्ते अतो हे हे अपि च हन्तेभ्यः सूत्रद्वयमपि षष्ठमाध्याये चतुर्थपादे स्तः. अत्र असिद्धवत् तत्राभात् वदति कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयं समानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति. सूत्रं स्वयं सम्पूर्णम् असिद्धवत् अत्र आभात्. अत्र अनुवृत्तिसहितसूत्रे भगिनि अत्र आ इति किमर्थमस्ति? आ इति न आसप्ताहः इति वदामः खलु. आसप्ताहः इत्युक्ते पूर्णतया अन्तपर्यन्तम् असिद्धवत् अत्र आरभ्य घात् पर्यन्तम् इति सत्यं. यतोहि बस्य इति सूत्रस्य षष्ठमाध्याये चतुर्थपादे 129 अस्ति प्रायः तदेव अन्तिमं वा इति न जानामि. तर्हि 6-4 पर्यन्तं तर्हि भात् इति तत्र विभक्ति प्रथमा एव बस्य इति सूत्रम् बस्य इति अधिकारसूत्रमस्ति तर्हि तस्य समाप्तिपर्यन्तम् इति इत्युक्ते भात् इति प्रथमा विभक्तिः भवति किल आपर्यन्तम् इत्युक्ते आभात् पर्यन्तं प्रायः सूत्रस्य किञ्चित् अस्तु भगिनि. हन्तेर्जः अतो हेः इति आभ्यां यत् कार्यं सिद्ध्यति उभयत्र तत् भगिनि अत्र पञ्चमी विभक्ति आगतं वा भात् इति वचनेन सप्ताहात् पर्यन्तम् इति वक्तुं शक्यते किं सप्ताहात् पर्यन्तम् इति वदन्ति वा जनाः? तर्हि तत्र पञ्चमी न आगच्छति किल अत्र महोदयेन अत्र न स्थापितं दस्य इति अधिकारसूत्र सामान्यलौकिकभाषायां सप्ताहात् पर्यन्तम् इति न वदामः खलु सप्ताहस्य पर्यन्तम् इति सप्ताहस्य पर्यन्तं न वदामः पश्यामः. असिद्धवत् अत्र पञ्चमी दत्तम् अतः अत्र इति दत्तं मेबि असिद्धवत् किं पञ्चमी नास्ति किल महोदय धन्यवादः. अग्रे पठामि पुनः भगिनि असिद्धवत् इति अव्ययमस्ति भगिनि अत्र अहम् अष्टाध्यायी मध्ये दृष्टवती वत् इति अस्ति इति कृत्वा तत्र अव्ययमस्ति अत्र अपि अव्ययम् आ अपि अव्ययं भात् पञ्चमी एकवचनमिति आपादपरिसमाप्तेः अधिकारसूत्रमस्ति आपादपरिसमाप्तेः समानाश्रये कर्तव्ये अस्य अधिकारस्य अन्यत् सूत्रम् असिद्धं भवति इति अस्तु भगिनि धन्यवादः भगिनि. तदनन्तरं हन्तेर्जः अतो हेः इत्याभ्यां यत् कार्यं सिद्ध्यति उभयत्र तत्कार्यम् आभीयकार्यं द्वाभ्यां च सूत्राभ्यां यत् कार्यं विधीयते तस्य कार्यस्य आश्रयः कीप्रत्ययः अतः एकवारं यदा एकं हि प्रत्ययाश्रितम् आभीयकार्यं जातं तदा यदा द्वितीयं हि प्रत्ययाश्रितं कीप्रत्ययाश्रितम् आभीयकार्यं विधीयते तत् कार्यं प्रति प्रथमम् आभीयकार्यम् असिद्धं भवति इति. तर्हि अत्र किमस्ति इत्युक्ते यदि सूत्रद्वयं ये आभीयकार्ये स्तः यदि ते कार्यं कर्तुम् आगच्छति तर्हि प्रथमस्य कार्यं यदा भवति तर्हि द्वितीय सूत्रं यत् आगच्छति तत् प्रथमं न पश्यति तस्य दृष्टेः तस्य कार्यमेव न अभवत् इति कृत्वा तत्र असिद्धं भवति अतः द्वितीयस्य प्रसक्तिरेव न भवति केवलं प्रथमस्य एव भवति इति सारांशः. भगिनी कुत्र दृष्टवती पञ्चमी इति? अष्टाध्यायी 6-4-22 तत्र कुत्र अस्ति? तत्र अधोभागे अस्ति किल भगिनि सूत्रार्थः अस्ति तत्र अधिकारः अङ्गस्य असिद्धवत् तत्रापात् प्रथम सूत्रच्छेदः तत्रैव स्थापितम् विभक्तिविषये पदविषये तत्रैव अस्ति किल, प्रथम पङ्क्ति एव सूत्रच्छेदः अस्ति धवत् अव्ययम्, अत्र अव्ययम् आ अव्ययं भात् पञ्चमी एकवचनम्. अस्ति किल भगिनि तत्र, अनन्तरं पश्यामि. धन्यवादः भगिनि. अहमपि पूर्णतया अनन्तरं पठिष्यामि, केवलं तद्दृष्टमिति. तदनन्तरम् अत्र अस्मिन् प्रसङ्गे किं भवति इत्युक्ते, हान्योगः हि यदा पश्यामः तत्र हन् स्थाने जकारादेशः अभवत् हन्तेर्जः सूत्रेण, अतः जकारः योगः हि इति अस्ति. जकारः अदन्त अङ्गम् अस्ति इति कृत्वा अतः अतोहेः इति सूत्रस्य प्रसक्तिः भवति, परन्तु हन्तेर्जः अपि च अतोहेः द्वयमपि आभीयकार्यम्, अतः द्वयमपि समान आश्रयं स्वीकरोति, हि एव सूत्रद्वयस्य आश्रयम्. अतः यत् कार्यम् अभवत् हन्तेर्जः इति सूत्रेण, तस्य कार्यम् अतोहेः इति सूत्रं न पश्यति इति कृत्वा जहि एव रूपमागच्छति, तत्र जकारोत्तर अकारवः तिष्ठति एव इति कृत्वा जहि इति रूपं भवति. सन्धिकार्यमस्ति तदनन्तरं हन्योगः ति. इदानीं झल् वर्णः तकारः इति कृत्वा नकारस्य अनुस्वारः भवति नश्चापदान्तस्य झलि अनेन, अतः हन्योगः ति. इदानीं पुनः अनुस्वारस्य ययि परसवर्णः, तकारः ययि अपि अस्ति इति कृत्वा पुनः तत्र नकार अनुस्वारस्य नकारः आगच्छति, अतः हन्ति इति तादृशमेव रूपम्. परन्तु हन्योगः सि इति मध्यमपुरुषे पश्यामः चेत् हन्योगः सि नश्चापदान्तस्य झलि अनेन नकारस्य अनुस्वारः भवति, मेलने हंसि इति रूपं भवति. तत्र अनुस्वारस्य ई परसवर्णः इति कार्यं न करोति, परसवर्णः तत्र सकारस्य अन्यत् रूपं नास्ति इति कृत्वा वर्णमेलने हंसि इति एव भवति. धन्यवादः. म्यूट् मध्ये एव अस्ति इति मन्ये मणिमहोदय. पृष्ठ भगिनी वक्तुम् इच्छति किं लट् रूपं लटि रूपं? क्षम्यतां महोदय, उक्तवान् म्यूट् मध्ये आसीत्. क्षम्यतां महोदय, अहन्योः अस्ति वदति वा? हन्योः अस्ति, अत्र अङ्गकार्यं किमपि नास्ति, अतः सन्धिकार्यं नश्चां पदांशस्य जलि इति सूत्रेण नकारस्य अनुसारः भवति, अनुसारस्य यै परसवर्ण इति सूत्रेण अनुसारस्य नकारः अन्तिमवर्णः चकारस्य परसवर्ण आदेशः, अतः हन्ति इति रूपं भवति. अनन्तरं दिव्यवचने तः अत्रापि समानकार्यं नष्टपदांशस्य जलि इति अनुसारः भवति, अनुसारस्य परसवर्ण इति सूत्रेण नकार अनुसारस्य नकार आदेशः हन्तः इति रूपं भवति. अनन्तरं हन्योः हन्ति बहुवचने, हन्योः तः अपित् अधः अत्र अनुसर अनुदत्तोपदेश तत् सूत्रं कार्यं करोति, अतः नकारः लोपं भवति, हतः एव रूपं तिष्ठति. बहुवचने हन्योः हन्ति अत्र गमहनकण गसाम् इति सूत्रेण अनुस्वरस्य उपदास्य स्वरः लोपः भवति, अत्र हन् इति रूपं योः हन्ति. अनन्तरं होः हन्तिर्निर्णेषु इति सूत्रं कार्यं करोति, अत्र अकारस्य कवर्गी आदेशः स्थाने अन्तरितम् इति सूत्रेण ककारस्य चतुर्थ गा आदेश गकारः इति अतः गन् योः अन्ति गन्ति इति रूपं भवति अत्र महोदय. मध्यमपुरुषे सि अस्ति अतः हन् योः सि अत्र पित्वमस्ति इतोपि कार्यं न भवति हन्योसि न सम्पदस्य जलि इति सूत्रेण नकारस्य अनुसारः भवति. अनन्तरम् अनुसारस्य प्रसन्नकार्यं न भवितुमर्हति अतः हंसि इति रूपम् आदेशः. अनन्तरं तः अत्र अपित् अस्ति अतः अनुदात्तो उपदेश एव नचितनोति जनम् इति सूत्रस्य जलि इति सूत्रेण नकारः लोपः भवति. अधः हतः इति रूपम् आगच्छति महोदय. बहुवचने अपि तदेव हठ इति रूपं भवति. उत्तमपुरुषे मि अस्ति अत्र किमपि कार्यं भवितुं न अर्हति गुणकार्यं न भवति परन्तु न सम्पदन्तस्य जलि सूत्रेण अनुसार भवति हन्नि भवति किं भवति किं मकारः जलि अस्ति किं क्षम्यतां महोदय मकारः जलि नास्ति मकारः जलि नास्ति अतः हन्मि इति रूपं तदेव हन्वः हन्मः इति रूपाणि भवन्ति. धन्यवादः महोदय. धन्यवादः महोदय. बहमः अनुदातोपदेशे कार्यं करोति नास्ति न करोति न भवति तदेव मम चिन्तनं किञ्चित् चिन्तितवती जलि नित्यनि इति जलि मिति इति अस्ति खलु जलादि किञ्चित् प्रतिपदे. धन्यवादः. पुष्पभगिनी लोट्लकारं वदति. आम् आगमनं तत् तत्र एव नकार अनुदात्त अत्तु अस्ति तत्तु पित् अस्ति पित्त अजा हलादिपित् अस्ति कार्यं नास्ति तत्तु हन्तु इति तिष्ठति. अत्र तु नश्यपदान्तस्य जलि तत्र अनुस्वार अनुस्वार परसवर्णः तत्र हन्तु नकारः नकारः तिष्ठ आयाति आदेशः अनुस्वारस्य स्थले हन्तु तात् तु तत्र अनुदात्त उपदेश वनति तनो तनोत्यादीनाम् अनु अनुनासिकलोपो झलिनिति किति इत्यनेन नकारस्य लोपः भवति हतात् इति अस्ति. हतात् हतां हनतु हनतु तत्र अकारः अन्तु अन्तु तत्र कार्यं करोति करोति करोति गमहन जन कन घसां लोपः कित्यनिति इत्यनेन इति सूत्रेण हन् योगः अन्ति हनन् हन हन् योगः अन्तु हनन्तु सत्यं हनन्तु इति प्रथमम् अनन्तरं किं भवति होहन्तेर्मिन्मेषु इत्यनेन हन्ते अङ्गस्य हकारस्य कु आदेशः भवति खलु. ओ घ्नन्तु न इग् किं भवति तर्हि महोदयेन अत्रैव प्रथमं चत्वारि अत्र गमनेन बिन्दवः होहन्तेषु जनेन घ्न अन्ति अन्तु वर्णमेलने घ्नन्तु इति तत् स्मरितं तत्र हि अस्ति न हि तु हन्हि तदेव हन्तेर्जः कार्यं करोति न तु हतोहेः तत् प्रथमं हन्तेर्जः यद्यपि प्रथमं कार्यं भवति एव हन्तेर्जः इति कार्यं तदनन्तरम् अतोहेः कार्यं करोति वा इति प्रश्नस्य उत्तरमस्ति न भवति किमर्थम् इत्युक्ते अत्र अभात् इति न कार्यं करोति अतोहेः इत्युक्ते कार्यं न कार्यं करोति अतोहेः न कार्यं न करोति हन्तेर्जः एव अनेकाचित् सर्वस्य इत्यनेन पूर्णतया अनेक अल् वर्णाः सन्ति कृत्वा पूर्णतया आदेशः अस्ति हन्धातुः पूर्णतया स्थाने ज इति आदेशः जादेश अनेकाचित् तु हा सर्वस्य तथैव तत्तु कार्यं न करोति तत् अधिकारिभाषासूत्रमस्ति अनेकाचित् आम् तत् जहि एव तिष्ठति जहि तत् तद् तत् अनन्तरं तात् अस्ति अत्र नकारस्य लोपः अस्ति गमः अनुदात्तोपदेश अनुदातोपदेश वनति तनोत्यादीनाम् अनुनाति खलु तत्तु नकारस्य लोपः भवति तद् सूत्रेण हतात् इति तिष्ठति हतात् अतं हतं तथैव हतं हत हता न तत्तु आनि आव आम पित् अस्ति तथैव कोऽपि न कार्यं करोति चेत् मन्ये हनानि हनाव हनाम धन्यवादः सम्यक् उक्तवती आं भगिनि हिमभगिनी लङ्लकारम् अस्तु महोदय लङ्लकारे लुङ् लङ् लृङ्क्षु अडुदातः अनेन प्रथमम् अकारः आगच्छति अडागमेन अत्र अहन् इति अङ्गं भवति अहन्योगः तकारः सवर्णः इदानीम् अपृक्तवर्णः इति कृत्वा तत्र अहन्याभ्योसुतिस्य पृक्तं हल् इति कारणेन तलोपः भवति पदसंज्ञा भवति इदानीम् अहन् इत्येव रूपं भवति तदनन्तरं ताम् इति अस्ति तां जलादिकित् अस्ति इति कृत्वा तत्र न लोपः भवति अनुदात्तोपदेश वनतनोत्यादीनां अनुनासिकलोपो झलि किङ् इति सूत्रेण तत्र न लोपः भूत्वा अहताम् इति आगच्छति तदनन्तरम् अन् इति अस्ति अन् इदानीम् अजादिः अस्ति अपि च अपित् अस्ति अत्र घमहन जनखनघसां लोपः किङ् इत्यनङ्गि इति सूत्रेण उपदास्थितस्य वर्णस्य लोपः भूत्वा न आगच्छति तदनन्तरं नवर्णे परे अस्ति इति कृत्वा तत्र होहन्तेर्निन्नेषु कारणेन हकारस्य स्थाने कवरिगी आदेशः तुल्यतमवर्णः घकारः अस्ति इति कृत्वा अघ्नन् इति रूपम् आगच्छति तदनन्तरं मध्यमपुरुषे सकारः यथा प्रथमपुरुषे तथैव अत्रापि सकारस्य लोपः भवति हल्म्याभ्योसुतिस्य पृष्ठं हल् अनेन, अतः अहन्नित्येव रूपं भवति. तं त द्वयमपि झलादि नित्वत् इति कृत्वा अत्र नकारस्य लोपः भवति, अतः रूपाणि भवन्ति, रूपे भवन्ति अहतम् अहत इति. पुनः उत्तमपुरुषे अम् इति अस्ति, अम् इति पित् अस्ति, अजादिः अस्ति, अतः अत्र होहन्तेर्निन्नेषु कार्यं न करोति. यद्यपि तत्र नकारः अस्ति परन्तु अपित् नास्ति इति कृत्वा अत्र केवलं मेलनं भवति अहनम् इत्येव भवति. तदनन्तरं बकारः मकारः द्वयमपि अपित् परन्तु झलि नास्ति, अतः अत्रापि केवलं मेलनं भवति अहन्व अहन्म इति रूपाणि. धन्यवादः. हलादि अपित् परन्तु जलि नास्ति, अतः किमपि कार्यं भवितुम् अर्हति. हन्योः यात् हन्यात् हन्यातां हन्युः हन्याः हन्यातं हन्यात हन्यां हन्याव हन्याम इति रूपाणि सिद्धन्ति. गतसप्ताहे वयं निश्चितवन्तः खलु अभ्यासरूपेण यत्किमपि धातोः वयं अभ्यासं कुर्मः तस्य किमपि वैशिष्ट्यमस्ति चेत् अत्र आगत्य किञ्चित् चर्चयामः इति. किमपि दृष्टवती भगिनि, अत्र रूपाणि पश्यामः इति केवलम् एकस्य एव कृतवती. लट्लकारे हन्ति इति दृष्टवन्तः, वदामि वा? तर्हि तदनन्तरं तत्र कृदन्तरूपाणि पश्यामः इति कृत्वा कर्मणि रूपे तु हन् योगः यकारः योगः, ते हन्यते इत्येव रूपम् आगच्छति. यत्र णिच् अस्ति तत्र किञ्चित् इदानीं यत् दृष्टवन्तः तादृशं भवति. हन्योगः तत्र णिचः प्रथमं णिच् आयाति इति कृत्वा हन्योगः इ आगच्छति. तर्हि किं भवति णिच् तदनन्तरं हन्योगः णिच् अत्र इकारः आगच्छति. तर्हि पश्यामः चेत् तत्र हनि इति आगच्छति परन्तु अतोयणिति इति कारणेन वृद्धिः भवति, अतः हान्योगः हानि इति भवति. इदानीं नकारः आसीत् इति कृत्वा कोहन्तेर्निन्नेषु इति कार्यं कृत्वा हकारस्य स्थाने घकारादेशः भवति, अतः घानि इति आगच्छति. तदनन्तरं घानि कर्तरि शप् इति कृत्वा तत्र शपः आगत्य तत्र अकारः अपि च ति इति कृत्वा घानि योगः अयोगः ति इति आगच्छति. परन्तु तत्रापि वयं न पठितवन्तः, तत्र नकारस्य स्थाने तकारादेशः भवति अन्यत् सूत्रेण, अतः अत्र घाति भवति. तदनन्तरं सार्वधातुकम् नकारस्य तकारः कथं भवति भगिनि? तत्र अहं सूत्रं दृष्टवती, हनस्तो अचिन्नल्लोः इति कृत्वा निति इति परे, अस्माकं कृते निति अस्ति इति कृत्वा तत्र नकारस्य स्थाने तकारादेशः भवति. हनस्तो हन् स्थाने तकारादेशः भवति, अचिन्नल्लोः. तर्हि अत्र णित् अस्ति इति कृत्वा नकारः आगत्य क्षम्यतां, नकारस्य स्थाने तकारः आगत्य तत्र घाति इति भवति. परन्तु तदनन्तरं गुणः भवति घाते, तदनन्तरं एचोयवायावः सन्धिकार्यं भूत्वा घातै घातय घातयति इति रूपम् आगच्छति. अत्र भगिनी तत् सूत्रं नास्ति न पठितवन्तः, वयं न पठितवन्तः, परन्तु मम कथम् आगच्छति इति अहं किञ्चित् अन्वेषणं कृतवती भगिनी, स्वयम् अन्वेषणं कृतवती. अत्र सूत्रे यत्र आनि किं रूपं रूपं न हानि हानि इति वदनेन किं न हानि इति रूपं न आगच्छति, मध्ये एव अहम् उक्तवती, तत्तु प्रक्रियायां मध्ये एव घानि इति रूपं भवति. तदनन्तरं किं रूपम् इति निजन्तरूपं निजन्तरूपे घातयति इति भवति. तथैव अत्र अत्र पञ्चमी अस्ति खलु भगिनी, भगिनी उक्तवती खलु अत्र पञ्चमी अस्ति भात् इति पञ्चमी इति. तत्तु पञ्चमी तु किम् अस्ति, निमित्तपञ्चमी नास्ति, किन्तु विषयपञ्चमी इति वक्तुं शक्यते किल. तत्र पञ्चमी इति पूर्व परकार्यमिति नास्ति खलु, परन्तु किं वदामः तस्य कृते. हा तत् तत्र तदपि स्पष्टं नास्ति, परन्तु आभात् इत्युक्ते तावत्पर्यन्तम् इत्येव उक्तवन्तः. तर्हि तस्य विषयसप्तमी इति वक्तुं शक्यते किं, परन्तु कुत्र कुत्र विषयषष्ठी इति विषयसप्तमी इति वदामः, निमित्तसप्तमी विषयसप्तमी विषयसप्तमी इत्युक्ते आधारे भवति इति भवति, परन्तु साधारणतया पञ्चमी कृते विषयपञ्चमी इत्युक्ते वयं किं कीदृशं स्वीकुर्मः तत्र. आधारस्य विषयेण सह तस्मिन् विषये इति कृत्वा किं तर्हि न जानामि. आधारे भवति चेत् तत्र सप्तमी इति वदामः, परन्तु अत्र महोदय पृच्छामः अपि च अत्र इक्त्वा रूपं सूत्रं अत्र अत्र हन्धातोः बहवः उपसर्गसहितं बहवः अर्थाः भवन्ति खलु, हरति इति संहरति इति भिन्नार्थः, अपहरति इति भिन्नार्थः. शृधातुः अस्ति, हन्धातुः नास्ति तत्र हरति. एवं किम्, हृदातुतः गुणः क्षम्यताम् आम् हृदातु हृदातु हर इति भवति सत्यवती, परन्तु इक्त्वा अपि इक्तः रूपं समानम् आगच्छति, हतः इति एव अनुदातुपदेशतः हत्वा इति आगच्छति, परन्तु ल्यबन्ते कः उपसर्गः योजयामः इति न जानामि. भगिनि तत् सूत्रं वयं पठितवन्तः, तद् निजन्तरूपस्य कथं मम भानुवासरे किं भानुवासरवर्गे वयं पठितवन्तः, सुरादिगणे अपि पठितवन्तः किल भगिनि कथम् आगच्छति इति. एकवारम् अहं तु भानुवासरे वर्गे आयाति तत्समये एतत् सूत्रं पठामः इति दत्तमेव. धन्यवादः. अहं मन्ये हन्धातोः आहन्य आ इति उपसर्गेण आहन्य इति भवति. ओ एवं वा, हा हा, परन्तु नितराम् उपसर्गविषये किञ्चित् कठिनता एव अनुभवामि. तत्र भवति किल, अपि च तथा घातयति इति घातकः इति तत्रापि नुवल् अपि समानं भवति, हन्तुम् एव भवति, अनियरपि हननीय एव भवति, तव्यत् अत्र हन्तव्यः इति भवति, तव रूपं हतवान् हतवती, तृच् हन्ता इति भवति. भवती किमपि अन्यत् दृष्टवती वा? न न, अस्मिन् अस्य अस्य हन्धातोः विषये न अन्विष्टवती भगिनि, तदेव मम अपि भ्रमः जातः किं करणीयम् इति. भगिनि बहु अभ्यासं कृतवती, धन्यवादः भगिनि. वाक्य लौकिकवाक्यं किमपि वदामः चेत् किं वदामः, रामः रावणं हन्ति इति अहन् अहन् इति सुग्रीवः वालिं घातयति इति वक्तुं शक्नुमः. घातयति उत्तमं भगिनि. अस्तु, अग्रिमधातुः ईर् इति धातुः. गतयति समयः अतीतः. तत्र एकनिमिषः भगिनि, तत्र गीताश्लोकः अस्ति किल, हन्यति हन्यमाने शरीरे शरीरे, तदहं दृष्टवती. आं तत्र शानच् रूपं किल हन्यमाने. परन्तु हन्ति इति अपरस्मैपदी अस्ति, तर्हि शानच् रूपं हन्यते इति कर्मणि शानच् अस्ति. ओ, कर्मणि हन्यते हन्यमान इति. अस्तु अस्तु, कर्मणि शानच्. धन्यवादः. अग्रिमदातः अग्रिमविषयः मणिमहोदय भवानेव पठतु. रेपान्तः ईर ईर् धातुः आत्मनेपदि गतौ कम्पने च इति अङ्गकार्यं बुधायां दीर्घ इकारः अस्ति. अधः किमपि अङ्गकार्यं नास्ति, लघु इक् नास्ति, अधः अङ्गकार्यं नास्ति. सन्धिकार्यम् अत्यन्तं न्यूनं, यतः रेपात् परे तत् द एते हलः सन्ति चेत् केवलं संयोजनम्. आम् रेपः इन् प्रत्याहारे अस्ति, अतः रेपात् परे सकारः चेत् आदेशप्रत्ययोः इत्यनेन सकारस्य षत्वम्. ईर् योः से, ईर् योः षे, ईर् से इति रूपं भवति. ईर् धातुः अजादि अधः लङ्गि आडजदयिनम् इत्यनेन आडागमः आटस्य इत्यनेन वृद्धि आदेशः. आ योग ईर् ऐर् इति अङ्गं भवति लङ्लकारे. धन्यवादः. गतधातोः भवान् एव लट् लकारं कृतवान् इति कृत्वा प्रायः भगिनी पृष्टभगिनी धातोः लट् लकारं कुर्यात् इति प्रार्थना. पृष्टभगिनी लट् लकारं ईर् योगः अस्ति, ईर् अस्ति, अस्तु भगिनि, ईर् अस्ति. न न, ईर् इति आत्मनेपदी धातुः अस्ति. ईर्ते ईर्ते ते ते अस्तु. ईर्ते ईर् योगः ते केवलं वर्णमेलं रेपादधातुः अस्ति. अपित् अस्ति चेत् अपि तथैव. अपित् किं प्रत्ययः कः? किमपि पूर्वं हलन्त हल्सन्धिकविषये वयं पठितवन्तः खलु. रेपान्तः अस्ति चेत् किमपि सन्धिकार्यं विशेषतया न वर्तते. केवलम् अहं मन्ये ओरु ब्रोरु ओरुपदा दीर्घः इति तदेव तावदेव अस्ति खलु मकारान्तानां, यत्र रेफः रेफस्य सन्धिः रेफस्य सन्धिः सन्धिकार्यं सन्ति चेत् केवलं संयोजनं, तत्तु केवलं संयोजनं कृते चेत् आते आते तु ईराते ईराते ईरते ईर्षे तत्तु आदेशप्रतियोः इत्यनेन षकारः आयाति. ईर्षे ईर्षे ईराते थे द्वे इरे इरे इरावहे न ईर्वहे ईर्महे लोट्सकार प्रायः मणिमहोदय करोति. मणिमहोदय म्यूटेड् अस्ति. अन्यत् करोतु महोदय. अहं करोमि किम्? अहं प्रयत्नं करोमि. इतः अहं न कर्तुं शक्नोमि. महोदय अस्तु महोदय. कुत्र महोदय? लोटि महोदय. लोटि हेव्योः ताम् एव महोदय. द्विवचने ईरातां, बहुवचने ईरतां. श्वः एव्योः श्वः अत्र आदेशे प्रत्ययोः इति सूत्रं कार्यं करोति. अतः ईर्ष्व इति रूपं भवति. आत्ताम् ईरातां ईर्द्वं बहुवचने ऐः ईर्योः ऐ ईरैः ईरावहै ईरामह इति रूपाणि भवन्ति महोदय. धन्यवादः महोदय. क्षम्यता महोदय, बहिः गतवान् क्षम्य. अस्तु महोदय. लङ्लकारः वदति. लङ्लकारे अत्र लुङ्लङ् लृक्षु अडुदातः इति न आगच्छति, यतोहि धातुः अजादिः अस्ति इति कृत्वा आडजादीनाम् इत्यनेन आकारः आगच्छति. तदनन्तरम् आटश्च इत्यनेन वृद्धिः भवति, अतः आयोगः इ अत्र ऐ इति भवति. अतः इदानीम् अङ्गं भवति ऐरिति, ऐर्योगः तकारः तत्र ऐर्त इति रूपं भवति. तदनन्तरम् आताम् इति अस्ति, अत्र केवलं मेलनं भवति ऐराताम् ऐरत, थाः ऐर्थाः ऐराथाम् ऐर्ध्वम् ऐरि ऐर्वहि ऐर्महि. धन्यवादः. पुष्प भगिनी वदति किं विधिलिङ्गकारः? ईरीवहि अस्तु भगिनि. धन्यवादः. अस्य धातोः अपि अहं किमपि विशिष्टकार्यं किमपि न दृष्टवती भगिनि. भगिनी किमपि अन्य महोदय भगिनी भवन्तः किमपि दृष्टवन्तः नासीत् खलु? प्रायः मयापि वक्तव्यं द्रष्टव्यम् आसीत् प्रत्ययः. भगिनी उक्तवती तादृशम् अभ्यासः कुर्मः, तादृशं वयं कुर्मः चेत् अस्माकम् इतोपि लाभकरः भवति. प्रायः ईपत्ररूपेण पश्यामः यदि वयं नियोजयितुं शक्नुमः. ये दातवः वयं कुर्मः किल तस्य रूपाणि एक टेबल् तादृशं कृत्वा इति. यदि रूपसाधनं न जानीमः चेदपि यदि रूपं पश्यामः चेत् किञ्चित् परिचयः भवति. तदनन्तरं स्वयमेव चिन्तयितुं शक्नुमः अत्र तस्य सूत्रस्य प्रसक्तिः इति. वाक्यलौकिकभाषायां वाक्यं वदामः चेत् किम् उदाहरणत्वेन अत्र एवमेव वक्तुं शक्नोमि. इदानीं किञ्चित् समयं महन्महोदयः बहिः ऐर्त आसीत् गते इति किल, गतौ कम्पनी च आत्मनेपदं गतवान् आसीत् इति. ऐर्तेण्ट् एव पर्याप्तं खलु, आसीत् न आवश्यकं, तर्हि मणिमहोदय किञ्चित् बहिः अयर्त यथा वयं आङ्ग्लभाषायां वदामः किल पास्ट् पार्टिसिपल् ह्याड् गान् तादृशं गतवान् आसीत् अपि गतवान् अस्ति तावत् प्रत्ययः नास्ति खलु, एतत्तु पार्टिसिपल् फार्म् नास्ति खलु, तत्र इक्तरूपेण अस्ति, कृदन्तं नास्ति, कृदन्तं नास्ति, लङ्लकारं स्वयं क्रियापदमस्ति, वाक्ये तु एकमेव क्रियापदं भवितुमर्हति खलु, कातरा स्त्री ईर्ते इति पुनः भगिनि, कातरा स्त्री, कातरा इत्युक्ते कुत्रचित् पठितवती संस्कृत भीतिः किल, भीतिः यस्य भीतिः अस्ति डेस्पेर् आर् भीतिः इति, तर्हि तादृशस्य ईर्ते इति, कातरा स्त्री ईर्ते, कम्पनी इत्यपि अर्थः अस्ति इति कृत्वा कम्पते इत्यस्मिन् अर्थे ईर्ते, कुत्रचित् दृष्टवती अत्र विकिपीडिया शब्दकोशे प्रो इति सर्वत्र तादृश अर्थेषु अपि आगच्छति इति, बौन्स् प्रो इति एकवारं पश्यामि वा, परन्तु भगिनी अत्र एकः प्रश्नः अस्ति, महोदयेन दत्तम् अत्र ईर इति धातुः आत्मनेपदि गतौ कम्पने च इति, परन्तु अस्माकं पुस्तके तु परस्मैपदीरूपाणि एव दत्तं, न न न भगिनि, कस्मिन् पुटे पश्यति, एक अशीति अधिक एकशतं, तत्र ईर्ते तत्र सी इति मया दृष्टं, न सत्यम् ईर्ते एव मया दोषः अत्र शब्दकोशे किम् उक्तवान् इत्युक्ते आङ्ग्लभाषा अनुवर्तनं टु गो टु शेक् टु त्रो टु ड्रैव् आर् फोर्स् इति, वित् उत् इति उपसर्गेण अर्थपरिवर्तनं भवति टु से आर् टु स्पीक् इति, टु से आर् टु स्पीक् टु से टु स्पीक् इति उत् इति उपसर्गेण टु से आर् टु स्पीक् इति अर्थः भवति, अनन्तरं प्र इति उपसर्गेण टु सेण्ड् इति, प्रयीर्ते इति वा प्रयीर्ते इति टु सेण्ड् इति टु सेण्ड् आर् टु मेक् टु गो इति, वित् सम् इति उपसर्गेण टु गो लैक् द विण्ड् इति उक्तमस्ति अत्र, बहु पठनीयं भगिनि अस्माभिः, ईरः इति ईरः इति विण्ड् इति अपि अर्थः, विण्ड् वा, तर्हि प्रायः मन्ये ईरजः इति हनुमन् हनुमान् तस्य नाम, हनुमतः हनुमतः नाम इति, ईर्जः वा, उत्तमम्, ईरजः ईरजः प्रायः आमां, धन्यवादः, धन्यवादः, अग्रिमदातुः भगिनी पठति, क्षम्यतां, शकारान्तः वश् वश वश् धातुः परस्मैपदि क्रान्तौ इति भवति, क्रान्तौ इत्युक्ते आङ्ग्लभाषायां किं वदामः भगिनि, अटाक् अड्वान्स् तादृशं किल, अत्र क्रान्तौ इति उक्तमस्ति, किन्तु भगिन्यः पुष्पदीक्षितभगिन्यः तु वशीकरणे इति कान्तौ कान्तौ इति कान्तौ इति वशीकरणे कान्तिः अस्ति इति वदामः खलु, किन्तु अष्टाध्याये दत्तं तत्र तस्मिन् धातु भागः अस्ति खलु, तत्र उक्तमस्ति वर्षधातुः कान्तौ इत्य वर्षधातोः उपयोगः तु केवलं वेदेषु प्रयुज्यते, लौकिकभाषायां नास्ति इति, एवं वा, परन्तु वयं अहं जालपुटे अपि अन्विष्टवती, केवलं कृष्णयजुर्वेदेषु आयाति, किन्तु अन्यत्र तु अहं न पश्यामि, हा साधारणतया प्रयोगे तु वष्टि इति न द्रक्षं न दृष्टवन्तः परन्तु विभजनं कृत्वा वयम् उपयोगं कुर्मः वशीकरणं तादृशं वयं तादृशम् उपयोगं सत्यम् अयं धातुः अत्र उक्तमस्ति विशेषः अयं धातुः छान्दसः अस्ति लौकिकसंस्कृते अस्य प्रयोगः न भवति इति किन्तु वशी इति प्रायः अन्यत् धातुः अपि अस्ति किं वशी न जाने केवलमेवमेव एतदेव मन्ये भगिनि न तत्तु अर्थं किं कान्तौ इति वदनेन कान्तिः अस्ति इति वदामः अट्राक्ट् इति वशीकरणम् इत्युक्ते अट्राक्ट् इति यस्य कान्तिः अस्ति चेत् वशीकर्तुं शक्यते खलु तादृश अट्राक्ट् कण्ट्रोल् कण्ट्रोल् या वशीकरणं या तदेव अस्तु पश्यामः तस्य विषयः वश इति एकः एव धातुः दत्तं पुस्तके अस्तु तर्हि अङ्गकार्यम् अस्ति अत्र हलादिपित्तु उपदायां ह्रस्वकारः अतः किमपि अङ्गकार्यं नास्ति गुणकार्यमेव नास्ति समानतया अजादिपित्तु अपि कोऽपि कार्यं नास्ति उपदायां ह्रस्वकारः अतः किमपि गुणकार्यं नास्ति हलाद्यपित्तु ङित्सु प्रत्ययेषु सम्प्रसारणं भवति यतोहि गृहि ज्या वै व्यदि वष्टि विचति दृष्टति पृच्छति बृजति नाङ्ति च अस्मिन् सूत्रे वष्टि इति वष् धातोः उल्लिखि उल्लेखनम् अस्ति इति कृत्वा अत्र सम्प्रसारणकार्यं भवति अतः वश् योगः कः इति मध्य प्रथमपुरुषद्विवचने योजयामः चेत् अपि तस्ति ङित्वत् अस्ति इति कृत्वा सम्प्रसारणं भवति वकारस्य स्थाने उकारादेशः आगच्छति तदनन्तरं वकारोत्तरवर्ती अकारः अपि तिष्ठति इति कृत्वा वकारः अकारः क्षम्यतां वकारस्य उकारः भूत्वा उकारः अकारः अस्ति तदनन्तरं पूर्वरूपादेशः भवति सम्प्रसारणाच्च इति कारणेन अतः उष् इति भवति उष् योगः तः इति स्थितिः तदनन्तरम् अजाद्य अपित्सु ङित्सु प्रत्ययेषु सम्प्रसारणं पुनः अत्रापि भवति वश् योगः अन्ति अत्रापि उष् योगः अन्ति इति भवति सूत्रं वदति ग्रहि ज्या वै व्यदि वष्टि विचति वृष्टति पृच्छति बृजतीनाम् इति च ग्रहधातु ज्या वै व्यध वश् व्यच् व्रश्च प्रच्छ व्रश्च येषां सम्प्रसारणं भवति कितिङिति प्रत्यये परे इति अनुवृत्तिसहितसम्पू सूत्रमस्ति ग्रहि ज्या वै व्यदि वष्टि विचति वृष्टति पृच्छति पृच्छतीनां ङिति किति च सम्प्रसारणम् इति सम्प्रसारणम् इत्यस्मिन् विषये स्मर्यतां यण्सन्धेः विपरीत्यत्वेन भवति रूपाणि सम्प्रसारणे यण्सन्धे सन्धौ तु साधारणतया इको यणचि इत्युक्ते इकः स्थाने यण् आयाति परन्तु अत्र तु विपरीततया यण् स्थाने इक आयाति यण् सन्धौ इकः यण् सम्प्रसारणे यणः इक् ई स्थाने य अत्र य स्थाने इ समानरूपेण उ स्थाने वकारः वकारस्य स्थाने उकारः ऋ स्थाने रेफः रेफस्य स्थाने ऋकारः ऋ स्थाने लकारः लकारस्य स्थाने ऋ इति भवति इक् प्रत्याहारे एतदेव पठामि भगिनि अत्र इ उ ऋ लृ इति वर्णाः अन्तर्भूताः यण् प्रत्याहारे यव र ल इति वर्णाः अन्तर्भूताः यत्र सम्प्रसारणस्य आदेशः भवति तत्र य स्थाने इ व स्थाने उ रेफस्थाने ऋ ल स्थाने लृ भवती स्थगितवती इति मत्वा अहं मणिमहोदय इक् यनः सम्प्रसारणं यनः स्थाने यः इक् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणं समीचीनं भवति इक् प्रथमान्तं यनः षष्ठ्यन्तं सम्प्रसारणं प्रथमान्तं तर्हि प्रथमसूत्रं सूत्रं सम्पूर्णं यनः इक् सम्प्रसारणं सम्प्रसारणं च इति सूत्रेण सम्प्रसारणात् सम्प्रसारणात् च इति सूत्रं वदति. सम्प्रसारणं सम्यक् वर्णात् परे अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वपरादेशः भवति. अनुवर्तिसहितसूत्रं सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वसंहितायां वस् धातुः सम्प्रसारणे अधः तिथिनीति प्रत्यये परे वश् उश् भवति. अपितः प्रत्ययः ङित्वत् भवति चारुधातुकम् अपित् इत्यनेन. अतः तेषु अपित्स्वरेषु सम्प्रसारणं विहितमस्ति. लङ्गि वस् धातुः हलादिः परन्तु ङित् प्रत्ययेषु अजादिः भवति सम्प्रसारणत्वात्. वस् उस् भवति. ङित्सु प्रत्ययेषु धातोः अजादित्वात् आडजादीनाम् इत्यनेन आडागामः आटस्य इत्यनेन वृद्धि आदेशः च. वस् धातु वस्योः ताम् अपित्सु सम्प्रसारणे अधः उष् ताम् आडजादीनाम् आ योग उष् योः ताम् आटस्य इत्यनेन वृद्धिरादेशः. औष्योः ताम् सन्धिकार्यम् औष्टाम् अपित्सु सम्प्रसारणम् अडागमगेव अवस् धन्यवादः. चर्चा जाता खलु किमर्थम् आडजादीनां किमर्थं प्रथमं न स्यात्, किमर्थं सम्प्रसारणकार्यं गृहीजा वै इति, विकरणकार्यं किमर्थं प्रथमम् आयाति इति दृष्टवतः किं प्रायः महोदय अग्रिमसप्ताहे वक्ष्यति इति मन्ये. किन्तु अत्र अत्र अस्माकं अष्टदेव.com तत्र न्यासः इति सर्वमस्ति खलु, काशिकावृत्तिः न्यासः इति तत्र सर्वत्र तु उक्तमस्ति नित्यत्वात् एव ग्रहीजावी प्रथमं कार्यं करोति इति. आटश्य आडादि अजादीनाम् उभौ अपि नित्यकार्यं न सन्ति खलु. यदि ग्रहीजा वयुव्यधि इति कार्यं करोति चेत् षड्दातः इत्यस्य कार्यमेव न भवति. यद्यपि अडागमः आयाति तदनन्तरमपि गृहीजागी यदि दृष्टि इति सूत्रस्य प्रसक्तिः अपि भवति इति कृत्वा, कार्यनिश्चयेन भवति इति कृत्वा, गृहीजागी नित्यकार्यमस्ति इति कृत्वा प्रथमम् आयाति. ततः परमेव तदनन्तरं लुङ् लङ् षड्दात इत्यस्य कार्यं न भवति. किमर्थम् इत्युक्ते अधुना विकृतं जातं वकारस्य स्थाने उकारः आगच्छति इति कृत्वा आडजादीनाम् इति आडागमः भवति अनन्तरं. अहं करोमि. आं भगिनि, पृष्ट भगिनि. पित्सु हवस् अट् पित्सु सम्प्रसारणाभावे अङ्गम् अडागमः रागम एव अवश् योगहस्तु अवट् रागम एव तत्र सन्धिकार्यं वश् योगः ति वष्टभ्रष्ट सृजं हृदयजराज ब्रज चषां सः इत्यनेन षट्वं षत्वं वश् योगः ति ष्ठुनाष्टु इत्यनेन ष्ठुत्वं वष्टि इति. वश् योगहर्थः गृहज्याम् इत्यनेन सम्प्रसारणं तत्तु पूर्णतया न अस्ति न सूत्रम् अधः अधोभागे प्रायः स्यात् नो चेत् पूर्वमस्ति खलु ग्रहीजा वै यदि वष्टि पृच्छति वृष्यति पृच्छति पठति किं न पठामि इदानीं गृहिज्या वै यदि वष्टि वचति वृष्टति पृच्छति वृजतीनां नीति च. अस्तु इत्यनेन इत्यनेन उष् उष् आयाति वश् स्थाने उष् उष् योगः तः अत्र व्रश्च व्रश्च व्रज सृज मृज यज राज व्रज भ्राज शशां शः इत्यनेन षत्वम् उष् योगातः ष्ठुनाष्टु इत्यनेन ष्टुत्वम् उष्टः ष्ठः वष् योगः सि अत्र व्रष्टभ्रष्ट इत्यनेन षत्वम् वष् योगः सि षडोकः सि इत्यनेन ककारादेशः वक् योगः सि आदेशप्रत्ययोः इत्यनेन वक्षि सकारस्य षकारः परिवर्तनं वक्षि वष् योगः हि हल्याभ्यो धि हेर्धि इत्यनेन वष् योगः धि तद् तदनन्तरं ग्रहीज्ञा वै व्यधि वष्टि वचति वृच्छति पृच्छति वजि बृजतीनां निति च इत्यनेन इत्यनेन उष् योगः उष् योगः धि वष् योगः तु उषायाति वष् योगः ति धि वृश्चभ्रश्च इत्यनेन उष् योग धि षकारस्य परिवर्तनमस्ति अत्र वृश्च इत्यनेन उष्ठनाष्टुः इत्यनेन उष् योगः डि डकारस्य डकारः आदेशः जलां चष्टषि इत्यनेन वुड् उष्ट् वुड् आदेशः उष् वुड् वुड् आदेशः डकारस्य आदेशः वुड्ढि वर्णमेलनेन वश् योगः त अवश् योगः त हल्याभ्यो दीर्घात् स्तुतिस्य प्रक्तं हल् इत्यनेन अवश् तकारस्य लोपः भवति भ्रश्च भ्रश्च इत्यनेन तदान्ते षकारस्य षत्वम् अवश् जलां चषन्ते इत्यनेन षकारस्य स्थाने डकारः आदेशः वावसाने इत्यनेन अवड् विकल्पेन अस्ति अवड् अवट् तिरुपते धन्यवादः भगिनि हिमा भगिनि लकीरुच्चामि अस्तु भगिनि इदानीं वश् योगः ति इति अस्ति वश् योगः ति इदानीं व्रश्च भ्रश्च अनेन सूत्रेण षकारस्य मूर्धन्यषकारः भवति अतः वश् योगः ति इति इदानीं तकारस्य प्रभावेण तत्र ष्टुत्वं भूत्वा तकारस्य टकारः भवति अतः वष्टि इति प्रथमपुरुषे एकवचने मध्यमपुरुषे वश् योगः तः इदानीम् अत्र ङित् नास्ति अत्र ङित्वत् अस्ति इति कृत्वा अत्र सम्प्रसारणकार्यं न भवति अतः क्षम्यताम् अत्र सम्प्रसारणकार्यं भवति यतोहि अपि सार्वधातुकमपि ङित्वत् इति कृत्वा वकारस्य उकारः सम्प्रसारणाच्च इति पूर्वरूपादेशः उष् योगः तः इति इदानीं भ्रश्च भ्रश्च अनेन सूत्रेण षकारस्य मूर्धन्यषकारः तर्हि उष् योगः तः तदनन्तरं ष्टुत्वं भवति तकारस्य तकारः भवति अतः उष्टः इति रूपं भवति तदनन्तरं वश् योगः अन्ति अन्ति अपि अजादिः अस्ति अपित् अस्ति ङित्वत् इति कृत्वा अत्रापि सम्प्रसारणकार्यं भवति गृहीज्या वै अनेन सूत्रेण अतः वकारस्य उकारः पूर्वरूपादेशः सम्प्रसारणाच्च इति तर्हि उष् योगः अन्ति इति इदानीं स्वरः अस्ति परे जलादिः नास्ति इति कृत्वा अत्र व्रश्च भ्रश्च सूत्रस्य प्रसक्तिः नास्ति केवलं मेलनं भवति उष् योगः अन्ति उषन्ति इति रूपं भवति तदनन्तरं मध्यमपुरुषे वश् योगः सि इति चित् अस्ति अत्र अपि च सकारः झलादिः अस्ति इति कृत्वा व्रश्च ब्रश्च अनेन सूत्रेण अत्र शकारस्य मूर्धन्यशकारः वश् योगः सि इति सि परे षडोः कः सि इति शकारस्य ककारादेशः भवति अतः वक् योगः सि इति इदानीं ककारः इन्को वर्णः अस्ति प्रत्ययस्य अवयः अस्ति इति कृत्वा षत्वं भवति सकारस्य षत्वं भूत्वा वक्षि मेलनेन वक्षि इति रूपमायाति तदनन्तरं वश् योगः स्थः इति अस्ति अत्र अत्र भगिनि एकनिमिषः षडोः कः सि अत्र सूत्रस्य कथं विवरणं कथं षडोः कः सि यत्र मूर्धन्यशकारः अस्ति नो चेत् झकारः अस्ति चेत् सि परे तत्र षडोः कः सि तर्हि ककारादेशः भवति अग्रे वश्योगः तः इति अस्ति इदानीं वश्योगः तः तः अपि तस्ति सार्वधातुकमपि ग्रहिज्या वै अनेन सम्प्रसारणः सम्प्रसारणाच्च इति कृत्वा उकारादेशः पूर्वरूपादेशः तर्हि उष्योगः थः इति इदानीं व्रश्च भ्रश्च अनेन मूर्धन्यशकारः उष्योगः थः स्तुत्वसन्धि भूत्वा थकारस्य ठकारादेशः अतः उष्ठः इति तथैव उष्ठ इति बहुवचने तदनन्तरं वश्योगः मि इति उत्तमपुरुषे जलादिः नास्ति पित् अस्ति अत्र केवलं मेलनमेव भवति किमपि कार्यं नास्ति अतः वश्योगः मि वश्मि इति एव भवति तदनन्तरं वः मह द्वयमपि अपित् अस्ति अतः सम्प्रसारणकार्यं भवति वकारस्य उकारः भवति अतः उष् योगः वः इदानीं उष् योगः ब्रश्च ब्रश्च अत्र कार्यं करोति वा झलिपदान्ते झलि नास्ति तर्हि केवलं झलि नास्ति तर्हि केवलं वर्णमेलनम् अत्र पुष्पदीक्षितमहोदयः पुस्तके दोषः अस्ति हा तत्र तालव्यशकारः एव भवति न तु मूर्धन्यशकारः तर्हि उष्वः उष्मः इत्येव रूपाणि धन्यवादः कः वदति महोदय लकारे वश्योः तु पित्वमस्ति अधः सम्प्रसारणं न भवति परन्तु व्रश्य भ्रश्य इति सूत्रं कार्यं करोति अतः शकारस्य शकारः मूर्धन्यशकारः आदेशः ततः परं स्नात्सुः इति अपि कार्यं करोति अतः टकारः भवति टकारस्य टकारः अतः वष्टु इति रूपं भवति अनन्तरं तात् तात् अपि जलि अपि अस्ति अतः सम्प्रसारणं भवति वश् स्थाने उष् आदेशः अतः उस्तात् इति तस्य परं ब्रश्य ब्रश्य इति सूत्रं कार्यं करोति तत् सकारस्य मूर्धन्यशकारः वश् अनन्तरं सुनाशुः इति सूत्रेण टा भवति तात् मध्ये अतः वष्टात् इति रूपं तदेव द्विवचने वष्टा इति बहुवचने अन्तु अन्तु अपि अपि अधः उष्टात् उष्टा उष्टात् उष्टाम् तदेव उक्तवान् न सम्यक् न उक्तवान् न किं वा उक्तवान् अस्ति वा इति धन्यवादः धन्यवादः उष् अनन्तरम् अन्तु वश्योः अन्तु अपि तस्य अधः अत्रापि सम्प्रसारणं भवति वस्थाने उष् भवति ततः परं किमपि कार्यं न भवति, जलि नास्ति, अतः उषन्तु इति रूपम् आगच्छति. मध्यमे पुरुषे हि वस्योः सि हि अत्र वस् जल् अस्ति, अतः कूजल्योः इति सूत्रेण हि स्थाने दि आदेशः. इदानीं दि अपित् अस्ति, अतः सम्प्रसारणं भवति वस्ताने उष् इति. उष्योः दि अस्ति, वृक्ष वृक्ष इति सूत्रेण शकारस्य मूर्धन्यशकारः, अतः उष् उष् भवति. दि स्थाने अनन्तरं शृणास्तुः इति कार्यं कृत्वा डि भवति, उष् डि इति. इदानीं जलां झसि अस्ति परः, अतः जलां झसि इति सूत्रेण शकारस्य डकारः भवति, उड्डि इति रूपं भवति. अनन्तरं तात् तात् अपि ततः अत्रापि सम्प्रसारणं भवति, वस् स्थाने उष् भवति, उष् तात् इति. अत्र शकारस्य वृषभ्रज इति सूत्रेण मूर्धन्यशकार आदेशः, उष् योः तात् नौ. अत्र शृणाष्टुः इति कार्यं करोति, अतः उष्टात् इति रूपं भवति. तदेव तम् अत्र उष्टम् उष्ट इति रूपं भवति. बहुवचने सर्वं पित्वमस्ति, अतः किमपि कार्यं भवितुम् अर्हति. अतः वशाणि वशाव वशाम इति रूपम् आगच्छति महोदय. तत्र अत्र तकारस्य लोपः अस्ति न? आं भगिनि, प्रथमम् आम्. केन सूत्रेण? सूत्रं तु हल्याभ्यो दीर्घास्ति सूत्रस्य पृक्तं हल् इत्यनेन तकारस्य लोपः, तत्तु अवश् इति तिष्ठति. तां तु तत्र सम्प्रसारणम् अस्ति, तत् उष् योगः तां भ्रश्च भ्रश्च इत्यनेन षकारस्य मूर्धनिषकारः आयाति, उष् योगः तां शृणाष्टुः इत्यनेन तकारस्य ठकारः आदेशः तकारस्य स्थाने ताम् उष्ठाम् उष्ठाम् उष्ठाम् तत्तु उष्ठाम् अस्ति अत्र घन् न किम् अस्ति अपित् अस्ति तत्तु क्षम्यतां भगिनी भगिनी किं वदति, लङ्लकारः एव वदति खलु? औष्ठाम् अन्तु उषन् अपित् अस्ति इति कृत्वा निद्रस्ति इति प्रथमम् अपित् अस्ति इति कृत्वा किं भवति, सम्प्रसारणकार्यं भवति, गृहीजाति गृहीजाति. अनन्तरम् आदर्श अजादि आडजादीनाम् इत्यनेन आडागमः अनन्तरम् आतर्ष इत्यनेन वृद्धि आतर्ष इत्यनेन वृद्धिः औष्ठ आयाति औष्ठा तत्र न क्षम्यतां न उच्यं साधारणं औष्ठाम् औषन् औषन् इदानीम् औषन् अकारस्य तत्तु सकारः सकारस्य तथैव तत्र सि अस्ति न कम् औष् अस्ति औष् औष् किमर्थम् औ इति खलु सकारस्य विषयं प्रथमं किम् अडागमः भवति खलु प्रथमम् अडागमः भवति अत्र सम्प्रसारणं नास्ति खलु तर्हि ग्रहीज इत्यस्य कार्यं नास्ति केवलम् अडागमः भवति अवश्योगः सकारः इति अस्ति स इति तत्र कोऽपि नास्ति न स इति प्रत्ययस्य लोपः भवति तस्य तकारस्य सकारस्य द्वे अपि उभयोः तत्तु अवश्यैव अस्ति अवधायाति न तत्र अनन्तरं किं कार्यं सोपानं इत्यनेन तत्तु शकारस्य मूर्धनि शकारः षडौकः सि इत्यनेन डकारः न न अधुना सि इति नास्ति खलु प्रत्ययः तु जातः पदान्तकार्यमस्ति पदान्ते अस्ति अधुना लोपः भवति खलु किमर्थं षडोकः सि इति कथं वक्तुं शक्यते जलाञ्जसोन्ते इत्यनेन अवर्ड् इति भगिनी भगिनी अवश्यति पदान्तम् अस्ति अधुना यदा हल्म्याभ्यो दीर्घत् इति श्रुतिस्य प्रथम हल् इत्यनेन प्रत्ययस्य लोपः जातः तस्मिन् समये किमस्ति पदसंज्ञा प्राप्नोति इति कृत्वा पदान्तम् इति कृत्वा जलां जशोन्ते इत्यनेन जश आगमः भवति अवड् इति अनन्तरं अस्तु तत्तु तकारस्य किमर्थं तकार अत्र किमर्थं तकारम् आनयति इति न वदिष्यामि एतत्तु सकारे स इति प्रत्ययः अस्ति मध्यमपुरुषे वदामः मध्यम तत्र सकारस्य कोऽपि न अक्षरौकः लोपः जायते खलु लोपः जायते खलु जायते लोपः जायते सकारस्य कोऽपि नास्ति किमपि कार्यम् अवट् एव न अवड् अवट् इति रूपद्वयम् अवड् अवड् तं तु अवश् औष् औष् प्रथमं किं भवति सम्प्रसारणम् आयाति तत्र औष् इति उष् इति भवति प्रथमं किम् अस्ति भगिनि वकारस्य तु उकारः सम्प्रसारणकार्यम् इत्युक्ते किं भगिनि प्रथमम् अडागमः न भवति तदेव उक्तवती खलु प्रथमम् अडागमः अत्र न भवति किमर्थम् इत्युक्ते ग्रहीज वै इति नित्यकार्यम् अस्ति इति कृत्वा प्रथमं सम्प्रसारणकार्यं भवति इति कृत्वा वर्ष इत्यस्य स्थाने उष् इति आयाति उष् योगः तम् इति अस्ति अधुना अनन्तरम् आडजादीनाम् इत्यनेन आडागमः भवति अजादि प्रत्यय धातुः इति कृत्वा अनन्तरम् आतश इत्यनेन औष् इति भवति वृद्धिः भूत्वा औष् अनन्तरम् औष् योगः तम् अधुना किम् अस्ति औष्टं सोपानं वर्तव्यं खलु केवलम् अन्तिमरूपम् भवति तत्र औष् औष्टम् औष्टं समानकार्यमस्ति औष्टम् औष्टम् अम् अं तु पित् अस्ति पित् इत्यनेन अवम् इति अवश्यम् अवकारमकार सम्प्रसारणम् आयाति न तत् अपि अस्ति तत्र औष् प्रथमम् उष् अनन्तरं किमस्ति आडागमः आडागमः तथैव वृद्धि वृद्धि धन्यवादः भगिनि किं भगिनि पुनः विद्युल्लिङ्ग् अपि नास्ति चिन्ता भगिनि नो चेत् सोपानेन न गच्छामः चेत् सर्वेषामपि भ्रमः जायते इति कृत्वा किमर्थम् इत्युक्ते अत्र बहवः बहूनि सोपानि सन्ति खलु अत्र अत्र विधिलिङ्गे विधिलिङ्गे सर्वे हलादिः अपितः अत्र ङित्वत् अस्ति अपि च अत्र ङित्वत् अस्ति इति कृत्वा प्रथमं सम्प्रसारणकार्यं भवति गृहीच्या वै अनेन वकारस्य उकारः तर्हि उष् उष्योगः यात् इदानीं केवलं मेलनमेव भवति यकारः जलि नास्ति अतः अन्यत् किमपि कार्यं नास्ति उष्यात् उष्याताम् उष्युः उष्याः उष्यातम् उष्यात् उष्यम् उष्याव उष्याम उष्याम् उष्याम उष्याव उष्याम धन्यवादः भगिनि वर्षदातोः किमपि विशिष्टं कार्यं किमपि लौकिके प्रयोगः न भवति छान्दस् इत्युक्ते वेदे एव प्रयोगः भवति इति कारणेन वयं अन्यत् तुमुन् वा त्वा वा अनियर् वा न दृष्टवन्तः इति मन्ये चेत् इति मन्ये इति कृत्वा उषित इति अत्र शतकोषि उषित उषितः तु वस् धातुः आसीत् किल अस्य वस् धातुः उषितः इति आसीत् वा अत्रापि उषित इति उषित इति अर्थः किं भवति तत्र वशे भवति इति वा न उषितः वस् धातोः अहं मन्ये षकारः भवति खलु षकारस्य षकारः मूर्धन्यषकारः अस्ति अत्र तु केवलं किमस्ति षकारस्य उषितः इति तालव्यषकारस्य रूपम् अस्ति इति वदति वा किमर्थम् उषितः इति अस्ति तर्हि तव तु अपि भवितुमर्हति इक्तः भवति चेत् तव तु इक्त्वा अपि भवितुमर्हति किल अर्हति किन्तु लौकिकभाषायां न प्रयुज्यते इति रूपाणि भवन्ति एव हा परन्तु उषितः इति दृष्टवती वा अत्र शब्दकोशे पश्यामि आं भगिनि ओहो ओहो अस्तु भगिनि झटिति दृष्टवती प्रायः अग्रे किञ्चित् अभ्यासं कर्तुं प्रयतवान् विरमामः किं समयः धन्यवादः धन्यवादः शिवरात्रिः शिवरात्रिः